सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे एकं श्लोकं वदामि. कट्वाम्ललवणात्युष्णा तीक्ष्णरूक्षविदाहिनः आहारराजसस्येष्टाः दुःखशोकामयप्रदाः. अयं श्लोकः भगवद्गीतायाम् अस्ति. अस्य कः अर्थः इति पश्यामश्चेत्, ये आहाराः अतिकटवः, अतिलवणयुक्ताः, अति आम्लाः, अति उष्णाः, अति तीक्ष्णाः, अपि च रसहीनाः, ते पदार्थाः दुःखम् अपि च अनारोग्यं जनयन्ति इति श्लोकः वदति. एते आहाराः राजसानां प्रियाः. एते आहाराः राजसानां प्रियाः इत्युक्ते, अत्र तेषां खादनेन आरम्भे शरीरस्तरे पीडा जायते, अनन्तरं तत्पश्चात् मानसिकस्तरे शोकः इत्युक्ते उद्विग्नता, उद्वेगः अथवा विषादः, अप्रसन्नतां जनयन्ति एते आहाराः. अतः श्लोके किं दत्तमस्ति? एते आहाराः दुःखशोक आमयप्रदाः इति उक्तमस्ति. आमयः इत्युक्ते रोगः, व्याधिः अथवा रुग्णता. एते आहाराः दुःखशोक आमयप्रदाः, अतिकटवः, अति आम्लाः, अति उष्णाः, अपि च अति रूक्षाः. रूक्षाः इत्युक्ते रसहीनपदार्थाः, ड्रै फुड् इत्युक्ते, एतादृशान् पदार्थान् वयं पुनः पुनः खादामश्चेत् तदा वयमपि दुःखम् अपि च अनारोग्यं प्राप्नुमः इति अर्थः. किमर्थम् इमं श्लोकं पठितवती अद्य इत्युक्ते, गते सप्ताहे वयं बन्धुवाचकशब्दानां विषये किञ्चित् अधीतवन्तः. अद्य वयं रुचिवाचकशब्दानां विषये इतोपि ज्ञास्यामः. अभ्यासपुस्तके रुचिवाचकशब्दाः इति एकः विषयः अस्ति, तं पठामः. अधुना सर्वे एकवारम् अभ्यासपुस्तकं पश्यन्तु. अभ्यासपुस्तके अत्र पुटसङ्ख्या का इत्युक्ते एकषष्टितमं पुटं पश्यन्तु. अत्र एकषष्टितमे अत्र गीताञ्जलिभगिनी भवती पठतु, अत्र किं दत्तमस्ति. आं भगिनि, रुचिवाचकाः शब्दाः. लवणं, लवणस्य रुचिः लवणः. जम्बीरं, जम्बीरस्य रुचिः आम्लः. चाकलेहः, चाकलेहस्य रुचिः मधुरः. मरीचिका, मरीचिकायाः रुचिः कटुः. कारवेल्लं, कारवेलस्य रुचिः तिक्तः. आमलकम्, आमलकस्य रुचिः कषायः. उत्तमं भगिनि. अत्र रक्तवर्णैः कानिचन पदानि लिखितानि सन्ति, अत्र तेषां विषये किञ्चित् चिन्तनं कुर्मः. अत्र रुचिवाचकाः शब्दाः, अत्र वचनं किं भगिनि? एकवचन भगिनि, लवण्यस्य लवणः. न, अत्र रुचिवाचकाः शब्दाः. रुचिवाचकाः बहुवचन विशेषणविशेष्य सम्बन्ध. उत्तमम्, उत्तमम् इत्युक्ते एकवचने किं वदामः? रुचिवाचकः शब्दः. रुचिवाचकः शब्दः. अत्र रुचिवाचकाः शब्दाः इति पदं व्यस्तप्रयोगः. यदि समस्तप्रयोगं कृत्वा वदामश्चेत् रुचिवाचकशब्दाः एकमेव पदं कृत्वा लेखितुं शक्नुमः. अत्र वाचक इति पदमस्ति. वाचक इति पदं कथं निष्पन्नं भवति अत्र कोऽपि वदति वा? अत्र उत्तमम् उत्तमं वदतु भगिनि. वच् धातोः वाचक स्त्रीलिङ्गपदं वाचक वाचक पुंलिङ्गपदं वाचकः. अत्र अत्र किं वदामि रघुपतिमहोदय, भवान् वक्तुं शक्नोति वा? नुवल् अस्ति वा? एकनिमिषं. नूल् पत्ये अस्ति, पत्ये अस्ति, आकार भवति. उत्तमम्. इत्युक्ते अत्र वच् धातोः नवल् प्रत्ययः, नवल् प्रत्ययः इत्युक्ते तत्र नकारः ईतसंज्ञकवर्णः अस्ति, नुवल् इति वदामः. वच् धातोः रूपं वाचकः, पच् धातोः रूपं पाचकः, पठ् धातोः रूपं पाठक इति भवति. अत्र नवल् प्रत्ययः अस्ति. अपि च समासस्य विषये किञ्चित् चिन्तनं कुर्मः चेत् अत्र किं वदामः इत्युक्ते विशेषणपूर्वपदकर्मधारयसमासः इति वदामः. अत्र शब्दाः कीदृशाः? रुचिवाचकाः. अतः विशेषणपूर्वपदकर्मधारयसमासः इति वदामः. किन्तु अत्र रुचिवाचकः इत्युक्ते तत्रापि रुचेः वाचकः, तत्र तत्रापि समस्तपदम् अस्ति. अपि च रुचि इति कति रुचयः सन्ति भगिनी वदतु, गीताञ्जलि भगिनी? एकं द्वे त्रीणि चत्वारि पञ्च षट् षट् वदतु. षट् रुचिवाचकाः शब्दाः सन्ति. इत्युक्ते षड् रुचयः सन्ति. तदर्थमेव साधारणतया जनाः वदन्ति षड्रसोपेतभोजनं खादतु, षड्रस षट् रस उपेतभोजनम् इति वदामः. अत्र षट् रुचयः सन्ति. अत्र षट् षड् कथं भवति वंशिसुधाभगिनी, भवती वदतु. षड् रुचयः इति वदामः. वदतु. षड् षट् षट् कथं षड् भवति वा भगिनि? तत्र अधुना किञ्चित् विस्मृते भगिनि. अस्तु, चिन्ता मास्तु, चिन्ता मास्तु. अधुना जलं जशोन्ते अस्ति वा भगिनि? न न न न स्तुनाष्टुः नास्ति भगिनि. वदतु. जस्त्वम् अस्ति. जस्त्वं भवति. अत्र षड् रुचयः इति वदामः. साधारणतया तत्र पङ्क्तिः भवति षड् रुचयः. उत्तमं. अत्र जलां जशोन्ते इति कार्यमस्ति. अपि च अस्मिन् पुटे किं ज्ञातव्यम् इत्युक्ते अत्र साधारणतया रुचिवाचः शब्दाः सर्वदा पुंलिङ्गे एव भवति. शब्दाः पुंलिङ्गे एव भवन्ति. अत्र पश्यन्तु रक्तवर्णैः लिखितैः पदानि पश्यामश्चेत् लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः इति इत्युक्ते रुचिवाचकशब्दाः स्वयं पुंलिङ्गशब्दाः. किन्तु विशेषणत्वेन तेषाम् उपयोगं कुर्मः चेत् तदा विशेष्यस्य यद् लिङ्गमस्ति, यत् लिङ्गमस्ति तदेव विशेषणं स्वीकरोति. इत्युक्ते तत्र विशेषणविशेष्यभावः अस्ति चेदेव तत्र विशेष्यस्य लिङ्गम् आधारीकृत्य तस्य लिङ्गं भवति. नो चेत् साधारणतया रुचिवाचकशब्दाः पुंलिङ्गशब्दाः. उत्तमम्. अत्र गीताञ्जलि भगिनि वदतु, मरीचिका इत्युक्ते किम्? मरीचिका इत्युक्ते मिर्चि, चिलि, कटुः. उत्तमम्. उत्तमम्. अपि च जम्बीरम् इति पदं दत्तमस्ति, नपुंसकलिङ्गपदं. जम्बीरम् इत्युक्ते, जम्बीरम् इत्युक्ते निम्बु, लेमन्. उत्तम, उत्तमम्. अहं ह्यः एव दृष्टवती संस्कृतभाषायाम् अपि निम्बूफलं, यथा हिन्दीभाषायां, हिन्दीभाषायां यथा वदामः तथा एव संस्कृतभाषायाम् अपि निम्बूफलम् इति वदामः. अपि च कारवेल्लम् इत्युक्ते, कारवेल्लं करेला. करेला, उत्तमम्, उत्तमम्. अपि च अत्र आमलकम् इति दत्तमस्ति, आमलकस्य अन्यनाम अपि अस्ति, सेव्यफलं. सेव्यफलम् इति, सेव्यफलम् इति नाम अस्ति. अत्र कोऽपि वदति वा किमर्थं तादृशनामकरणं दत्तमस्ति? रघुपति आचार्य महोदय किञ्चित् वदति वा? न जानामि भगिनि. किं सेव्य आमलकं किं नाम किं भगिनि? आमलकम्, आमलकम् इति फलस्य अन्यनाम अस्ति सेव्यफलम्. सेव्य, सेव्य, सेव्य सकारः, दन्ति दन्त्यसकारः. भगिनि, सेवम् इत्युक्ते आपल् अस्ति. अत्र अहं किञ्चित् वदामि. अत्र सेवते वयं जानीमः, सेवते आत्मनेपदम्, आत्मनेपदे अस्ति. सेव्यते इति सेव्यते इति वदामश्चेत् कर्मणि प्रयोगे लट्लकाररूपं सेव्यते. यत् फलं सेवनीयम्, सेवितव्यं, यत् फलं सेवनीयम् अथवा सेवितव्यं, दट् वन् शुड् बि कन्स्यूम्, इट् शुड् बि ईटन्, इट् इस् वर्त् ईटिङ्ग्. तादृशार्थः. अपि च तादृशरीत्या ते नामकरणं कृतवन्तः. यदि वयं नारिकेलः इति वदामश्चेत् नारिकेलफलस्य अन्यनाम अस्ति संवित् फलम्. संवित् फलं, संवित् इत्युक्ते वित्, विद् धातुः, विद् ज्ञाने, विद् इति धातुः अस्ति ज्ञाने इत्यस्मिन् अर्थे, विद् धातोः रूपम् एव विद्या, तथा एव अत्र वित् इत्युक्ते अत्र ज्ञानं, दट् इस् इट्स् अ फ्रूट् दट् यु शुड् नो अबौट्. नारिकेलपूर्णफलमपि वक्तुं शक्यते न भगिनि? अत्र नारिकेलफलस्य अन्यनाम अस्ति संवित् फलम् अथवा नारिकेलफलं ज्ञानं ददाति. कथं ज्ञानं ददाति इति भवन्तः सर्वे चिन्तयन्तु. अग्रिमे सप्ताहे वयं तस्मिन् विषये एकां कथां पठिष्यामः. किमर्थं यदा वयं देवालयं गच्छामः तदा किमर्थं नारिकेलफलम् आनेतव्यं, तत्र नारिकेलफलं तत्र खादामः, तत्सर्वं किमर्थं कुर्मः, तत्र कारणं किम् इत्युक्ते नारिकेलफलस्य अन्यनाम अस्ति संवित् फलं, ज्ञानफलम्. तस्य एका कथा, अहङ्कारविस्फोटः भवति नारिकेल. इतोपि किञ्चित् अस्ति भगिनि अत्र अग्रिमे सप्ताहे. अत्र किमर्थं यदा वयं देवालयं गच्छामः तत्र नारिकेलफलं स्वीकृत्य तत्र गन्तव्यं, तस्मिन् विषये एका समीचीना कथा एव अस्ति. उत्तमम्. अत्र भगिनि एकः प्रश्नः, जम्बूफलमस्ति, मम सङ्कल्पे जम्बूद्वीपे इति वक्तव्यम् अस्ति न भगिनि? जम्बूद्वीपे, जम्बूद्वीपे द्वीपं जम्बूफलम् इव अस्ति वा अथवा अन्यः अर्थः अस्ति वा? अन्यः अर्थः अस्ति इति अहं न जानामि. अमेरिकादेशे किं वदामः, कोऽपि वदति वा? अत्र अत्र जम्बूद्वीपे इति न वदामः, किन्तु अन्य हिरण्यकवर्ष किमपि क्रौञ्चद्वीपे क्रौञ्चद्वीपे इति वदामः अत्र. अस्तु, चिन्ता मास्तु. अत्र सेव्यफलम् इत्युक्ते आमलकम् इति अर्थः, जम्बीरम् इत्युक्ते निम्बूफलम्. अग्रिमे पुटे किमस्ति अत्र? केवलम् अत्र रुचिवाचकशब्दाः सन्ति, कानिचन पदानि दत्तानि. अग्रिमे पुटे अधुना भगिनी अत्र कटुः इति अस्ति, कटु इति किमस्ति हाट्, परन्तु स्पोकन् संस्कृते कटुः बिट्टर् इति अर्थे अपि दत्तमस्ति. किं तत् समीचीनं वा? तिक्तम् इत्युक्ते बिट्टर् एव, किन्तु अत्र कटुः संस्कृतभाषायां कटुः इत्युक्ते हाट् अण्ड् स्पैसि इत्यस्मिन् अर्थे. भगिनी रुचिपदं, रुचि बहु पदं, पदस्य बहु अर्थ सन्ति, अर्थान् सन्ति, अर्थाः सन्ति वा अर्थाः रुचिशब्दस्य? रुचि, रुचि हिन्दीभाषा रुचि इत्युक्ते इण्ट्रेस्ट्. अत्रापि अत्र भगिनी अत्रापि तथा एव रुचिः, तस्य बहवः अर्थाः सन्ति, परन्तु अत्र अद्यतन अस्माकं कक्षायाम् अत्र रुचिवाचकशब्दाः इत्युक्ते टेस्ट् इत्यस्मिन् अर्थे. आङ्ग्लभाषायाम् अपि टेस्ट् इत्युक्ते वाट्स् युवर् टेस्ट्, तत्रापि अर्थः अस्ति. अस्तु, अत्र अग्रिमे पुटे अत्र शोभा भगिनी भवती पठतु अत्र अग्रिमे पुटे. अस्तु भगिनि, एतानि वाक्यानि पठतु. अशुद्धानि वाक्यानि शुद्धानि करोतु. तत्र यथा गुडस्य रुचिः कटुः, न गुडस्य रुचिः मधुरः, मरीचिकायाः रुचिः मधुरः, न मरीचिकायाः रुचिः कटुः, आम्रफलस्य रुचिः तिक्तः, न आम्रफलस्य रुचिः मधुरः, अवलेहस्य रुचिः मधुरः. तत्र अवलेह इत्युक्ते पिकल् अस्ति वा भगिनि? तादृशेव, किञ्चित् अनन्तरं चिन्तनं कुर्मः. वदतु, अवलेहस्य रुचिः किमस्ति तत्र? आमलकम् अस्ति अथवा कटुः अथवा यथा वयं निर्मामः तथा एव पञ्जाबी अस्ति चेत् मधुरं, रुचिः रुचयः सन्ति. तिन्त्रिण्याः रुचिः कटुः, न तिन्त्रिण्याः रुचिः आम्लकम् आमलकम्. अत्र आम्लः आम्लः आम्लः. उत्तमम्. अधुना किञ्चित् अस्मिन् विषये चिन्तनं कुर्मः. एतानि वाक्यानि अत्र लिङ्गवचनविभक्तिः का? वदतु. ते मरीचिकायाः स्त्रीलिङ्गे अस्ति. न भगिनी, अत्र उपरि एतानि वाक्यानि इति पदद्वयम् अस्ति. नपुंसकलिङ्गे अस्ति भगिनि. वचनं बहुवचनं. विभक्तिः, विभक्तिः द्वितीयविभक्ति, द्वितीयविभक्तौ बहुवचने पठतु इति लोट्लकारे अपि अस्ति. तथा एव अत्र शुद्धानि अशुद्धानि, शुद्धानि अशुद्धानि वाक्यानि, अत्र तेषां विषये अपि वदतु. अशुद्धानि वाक्यानि शुद्धानि करोतु, तत्रापि द्वितीयविभक्ति बहुवचने लोट्लकारे वाक्यं भवति, वाक्यः भवति. द्वितीयविभक्तौ किमर्थम् वाक्यानि इति द्वितीयविभक्ति अस्ति, अशुद्धानि बहुवचने, शुद्धानि अपि. अत्र मम प्रश्नः, द्वितीयाविभक्तिः इति भवती उक्तवती, द्वितीयाविभक्तिः किमर्थम् उक्तवती? एकनिमिषं भगिनि, अशुद्धः अशुद्धाः अस्ति वा, अशुद्धं? न भवत्याः चिन्तनं सम्यक् एव, भवती सम्यक् रीत्या उक्तवती, परन्तु अहं भवती सम्यक् एव उक्तवती, किन्तु अत्र द्वितीयाविभक्तेः रूपं किमर्थं दत्तमस्ति? तत्र वाक्यानि इति द्वितीयविभक्तिरूपम् अस्ति इति कृत्वा अशुद्धानि तस्य विशेषणम् अस्ति भगिनि. विशेषणमस्ति, अहं वदामि किमर्थमित्युक्ते, अत्र क्रूधातुः सकर्मकधातुः, क्रूधातुः सकर्मकधातुः इति कृत्वा तत्र यद्यपि नपुंसकलिङ्गे पदमस्ति, तत्र नपुंसकलिङ्ग पदमस्ति चेत् तत्र प्रथमाविभक्ति द्वितीयाविभक्तिरूपाणि समानानि, किन्तु अत्र तु द्वितीयाविभक्तौ अस्ति. किमर्थमित्युक्ते शुद्धानि करोतु, अत्र अशुद्धानि वाक्यानि दत्तानि, किन्तु भवती शुद्धानि करोतु. अत्र क्रूधातुः अस्ति इति कारणतः द्वितीयाविभक्तौ अस्ति. अत्र शुद्धानि इति वयं जानीमः, अशुद्धानि इति पदमस्ति, अत्र एकः समासः अस्ति. कोऽपि वदति वा अत्र? रघुपति आचार्य महोदय, भवान् वदति वा? नञ् तत्पुरुषसमासः अस्ति वा? नञ् तत्पुरुषसमासः, नञ् तत्पुरुषसमासः. अकारः अस्ति इति कारणतः अकारः तु विसर्गः नास्ति, क्षम्यताम्, अकारः उपसर्गः नास्ति. अकारः यदि अस्ति चेत् नञ् तत्पुरुषसमासः इति वदामः. न शुद्धः अथवा न शुद्धम् अशुद्धम् इति वदामः, अतः नञ् तत्पुरुषसमासः. अत्र अशुद्धानि वाक्यानि दत्तानि, किन्तु शुद्धानि कृत्वा लेखनीयानि. अत्र गुडः इत्युक्ते किं भगिनि? गुडः इत्युक्ते जागरी. जागरी, अस्तु. अनन्तरम् आम्रफलं वयं पठितवन्तः, आम्रफलस्य रुचिः तिक्तः नास्ति. आम्रफलस्य रुचिः किं वदामः? मधुरः. मधुरः, उत्तमं. मधुरः आम्रफलम् आम्लः. अत्र आम्रफलम् इति दत्तमस्ति, आम्रफलम् इत्युक्ते? आम्रफलं तावदेव वा भगिनी? आम्रफलं म्याङ्गो, तत्र समासः अस्ति इति पृष्टवती वा? न न, आम्रफलम् इत्युक्ते म्याङ्गो, म्याङ्गो. अपि च अत्र अवलेहः इति पदमस्ति, अवलेहः इति पदस्य विषये किञ्चित् वदामि. अत्र संस्कृतभाषायां लिह् इति धातुः अस्ति, लिह् धातोः रूपं लेहः, तत्र घञ् प्रत्ययान्तरूपम् अस्ति. लिह् धातोः रूपं लेहः घञ् रूपम्, अव इति उपसर्गपूर्वकः, लिह् धातुः. लिह् धातुः तस्य कस्मिन् अर्थे अस्ति इत्युक्ते, लिक्किङ्ग्, लिक्किङ्ग् इत्यस्मिन् अर्थे तत्र लिह् धातुः अस्ति. यत्किमपि वयं लेढुं शक्नुमः, वट् एवर् विच् आर् वि आर् गोयिङ्ग् टु लिक् दट् ईस् लेहः. साधारणतया वयं शृणुमः लेह्यं, लेह्यं. गीताञ्जलि भगिनि, लेह्यस्य नाम वदतु एकम्. चवनप्राश. चवनप्राश, चवनप्राश. कथं कथं खादामः चवनप्राश? तत्र लिक्किङ्ग् इत्युक्ते लेढुं शक्नुमः इत्युक्ते अत्र लिह् धातोः वदतु. त्वा कथं लेडित्वा किं कथं भवति तत्र त्वा प्रत्यय? अत्र लिहित्वा खादामः, लेडित्वा खादामः, लेढुं शक्नुमः अथवा तत्र क्त्वान्तरूपं किं भवति इति द्रष्टव्यं महोदय. अत्र किन्तु न दृष्टवती अहं, किन्तु अत्र लिश् धातोः अर्थः आस्वादने इत्यस्मिन् अर्थे, लिह् धातोः रूपम् आस्वादने इत्यस्मिन् अर्थे, लिह् धातुतः लेहः, किन्तु लेह्यम् इति वदामश्चेत् तत्र क्रु धातोः रूपं कार्यं, नियत् प्रत्ययः, तथा एव अत्र लिह् धातोः रूपं लेह्यं, नियत् प्रत्ययः अस्ति. नियत् प्रत्ययः कर्मण्यर्थे एव तस्य उपयोगं कुर्मः, यथा कार्यं करणीयं कर्तव्यं, तथा एव लिह् धातोः रूपं लेह्यं, तथा एव अत्र अवलेहः इति दत्तमस्ति. अवलेहः इत्युक्ते साधारण अर्थे टिकिल् इति वदामः, किन्तु अत्र द जूस् दट् इस् एक्स्ट्राक्टेड् कषायं, तादृशार्थः अपि अस्ति. अस्तु, तिन्त्रिणी इत्युक्ते किं भगिनि? तिन्त्रिणी इत्युक्ते टामरिन्, तिन्त्रिणी वृक्षः. उत्तमं, तिन्त्रिणी इत्युक्ते टामरिण्ड्. तिन्त्रिण्याः रुचिः का? आम्लः. आम्लः, उत्तमं, धन्यवादः भगिनि. अनन्तरम् अत्र अस्मिन् विषये अहम् एकं वक्तुमिच्छामि. अत्र अस्याः पुटसङ्ख्या का? अत्र पुटसङ्ख्या वदतु किञ्चित्, शोभा भगिनी भवती एव वदतु. द्विषष्टिः. द्विषष्टिः, तत्र महाप्राणठकारः मास्तु, केवलम् अल्पप्राणटकारः एव वक्तव्यम्. द्विषष्टिः भवती उक्तवती. सामान्यतया उपयोगमस्ति षष्ठिः इति, तत् मास्तु इति. मास्तु, उत्तमम्. अत्र द्विषष्टिः इति वदामश्चेत् तत्रापि एकः समासः अस्ति. तत्र गते सप्ताहे एव अहं पठितवती, तदर्थं वदामि. अत्र कर्मधारयसमासः, कर्मधारयसमासेषु बहवः प्रभेदाः सन्ति. तत्र एकः अस्ति मध्यमपदलोपी, मध्यमपदलोपी कर्मधारयसमासः इति वदामः. तत्र किं भवति इत्युक्ते मध्यमपदस्य लोपः भवति. अत्र इत्युक्ते द्व्यधि, वदतु महोदय. तत्र सन्धिं कुर्मः, सन्धिं कुर्मः चेत् किं भवति? द्वियोगः अधिक, तत्र सन्धेः नाम किम्? यणसन्धि, इको यणचि. तत्र कथं उच्चारणीयं? यणसन्धि गुणसन्धि द्वि, एकनिमिषम्, आयोग गुण आत् गुणः, सोरि आत्गुणः अस्ति गुणसन्धेः सूत्रं. महोदय, अत्र एकवारं शृणोतु गीताञ्जलि भगिनी, भवत्यपि. अत्र द्वि वयं तत्र पदं किं भवति इत्युक्ते द्व्यधिक, द्व्यधिक दकारः वकारः यकारः एकस्मिन् एव स्थले. ओके, दकारः वकारः यकारः द्व्या, द्व्याधिक इत्युक्ते द्व्यधिकषष्टिः इत्युक्ते द्वि अधिक एव अर्थः, किन्तु तत्र सन्धिः यण् सन्धिः एव. अत्र साधारणतया द्वि अधिकषष्टिः इति न वदामः, तत्र अधिक इति पदस्य यथा महोदयः उक्तवान् अधिक इति पदं नास्ति, तदर्थमेव तस्य नाम अस्ति मध्यमपदलोपी कर्मधारयसमासः। द्विषष्टितमं पुटं पश्यामः अधुना। उत्तमं, धन्यवादः। अधुना अत्र वंशीसुधा भगिनी अपि च भूमा भगिनी अत्र सम्भाषणं दत्तमस्ति, सम्भाषणं पठन्तु, मातापुत्रयोः सम्भाषणम्। अहं पुत्रः भगिनी, भूमा भगिनी माता वदतु, एतत् सम्भाषणं पठतु। पुत्रः अम्बा, किम् अद्य क्वथितं बहु कटु अस्ति? तर्हि क्वथितं मा स्वीकरोतु, तक्रं परिवेशयामि। तक्रं बहु आम्लम् अस्ति अम्बा। भवान् तु केवलं मधुरम् इच्छति, एतत् मोदकं खादतु, बहु मधुरमस्ति। सत्यम् अम्बा, एतत् मधुरम् अस्ति। कारवेल्लस्य व्यञ्जनमस्ति, किञ्चित् परिवेशयामि वा? मास्तु अम्बा, कारवेलं तिक्तं भवति, अहं तिक्तं न इच्छामि, किञ्चित् लवणं परिवेशयतु। स्वीकरोतु, आमलकस्य अवलेहं किञ्चित् परिवेशयामि वा? अस्तु, परिवेशयतु अम्ब, आमलस्य रुचिः कषायः अस्ति। तर्हि जम्बीरस्य अवलेहं स्वीकरोतु। स तु आम्लः अस्ति अम्ब। भवान् तु मधुरमेकमेव इच्छति, परन्तु शरीरस्य वर्धनार्थं सर्वविधाः रुचयः अपि आवश्यकाः एव। अस्तु अस्तु अम्ब, धन्यवादः। उत्तमम्। अत्र अत्र किं दत्तमस्ति एकवारं वंशीसुधा भगिनी भवती वदतु, अत्र एतत् सम्भाषणं, तत्र लिङ्गं किं, वचनं किम्? एतत् नपुंसकलिङ्गम् अस्ति, सम्भाषणं द्वितीयविभक्ति अस्ति, पठतु लोट् लकारः अस्ति भगिनि। अत्र द्वितीयविभक्ति किमर्थम्? फट् धातु सकर्मकः अस्ति, अतः सम्भाषणं कर्मपदमस्ति। उत्तमम्। अत्र अम्ब इति पदमस्ति, अम्ब तस्य रूपं किम्? सम्बोधनम् अस्ति महोदय। प्रथमान्तं रूपं किम्? अम्बा इति मन्ये, अम्बा इति मन्ये, हे इत्युक्ते दीर्घ आकारान्त, आकार दीर्घ आकारान्त। अत्र पुत्रः मातरं वदति, अम्ब किम् अद्य क्वथितं बहु कटु अस्ति? अत्र वयं पूर्वमेव पठितवन्तः कटुः इति वयं दृष्टवन्तः, अत्र किमर्थं कटु इति दत्तमस्ति? विसर्गः लोपः अस्ति वा भगिनि तत्र? किमर्थं तत्रैव कटु अस्ति, तत्र सन्धिकार्यं नास्ति, किमर्थं विसर्गः लोपः भवति अहं न जानामि भगिनि। अत्र पश्यामः, अत्र कोऽपि वदति वा अत्र किमर्थं विसर्गस्य लोपः जातः? स्वराज् बहु इति विशेषणमस्ति, तदर्थं वा तस्य कस्य विशेष अत्र बहु कटु इति पदं कस्य विशेषणं? कटुपदस्य विशेषणं, कस्य विशेषणं कटु कटुपदस्य? बहु इति पदं कटुपदस्य विशेषणं, किन्तु बहु अपि च कटु पदद्वयमपि कस्य विशेषणम् इत्युक्ते क्वथितम् इत्यस्य विशेषणम्। अस्तु, क्वथितम् इति पदं नपुंसकलिङ्गपदं, क्वथितं बहु कटु इत्युक्ते कटुशब्दः नपुंसकलिङ्गे अस्ति, किमर्थं चेत् तत्र क्वथितं क्वथितम् इति पदस्य विशेषणम्, अतः तदर्थमेव अत्र नपुंसकलिङ्गे अस्ति। अत्र क्वथितम् इति पदं कीदृशं पदं किञ्चित् वदतु? क्वथितं नपुंसकलिङ्गे अस्ति भगिनि, अपि च पदं कथं निष्पन्नं भवति? क्वथितं, क्वथितम् इत्युक्ते साम्बार् वा भगिनि? अर्थः तु साम्बार्, साम्बार् नास्ति, साम्बार् इति वदामः तत्र बाधा नास्ति, किन्तु अत्र किं वदामि इत्युक्ते किञ्चित् वदामि. अत्र क्वथित इति पदं कृतान्तरूपं, कृताप्रत्ययान्तरूपम्. अत्र तत्र लट्लकाररूपं पश्यामश्चेत् क्वथयति, क्वथयति इति रूपमस्ति. संस्कृतभाषायां क्वथयति इत्युक्ते बाय्लिङ्ग्. अस्तु अस्तु, क्वथनं, क्वथनं इत्युक्ते बाय्लिङ्ग्. तत्र क्वथनं यदि भवती जानाति एव लुडन्तरूपं क्वथनं, किन्तु क्वथयति. किन्तु अत्र क्वथितम् इति दत्तमस्ति. अत्र क्वथितम् अत्र इडागमः अभवत्, वयं जानीमः कुत्रचित् इडागमः भवति कुत्रचित् न भवति, न भवति. यत् वयं क्वथनं कुर्मः तदेव क्वथितम्. इट् कुड् बि एनिथिङ्ग्, इट् इस् समथिङ्ग् दट् इस् बाय्ल्ड्, तस्मिन् अर्थे क्वथितम्. अद्य सः आश्चर्यं प्रकटीकरोति, पुत्रः अम्बा, साधारणतया माता सम्यक् एव पाकं करोति, किन्तु अद्य अद्य माता किञ्चित् अप्रमत्ततया न कृतवती, प्रमत्ततया कृतवती. अतः सः वदति अद्य किमर्थं क्वचितं बहु कटु अस्ति इति सः पृच्छति. तस्य उत्तरं किं वदतु? माता वदति तर्हि क्वथितं मा स्वीकरोतु, तर्कं परिवेशयामि. तक्रम् इत्युक्ते कर्ड् भगिनि? तक्रम् इत्युक्ते कोऽपि वदति वा? तक्रम् इत्युक्ते किं? बटमिल्क्? दधि नास्ति. तक्रम् इत्युक्ते बटर् मिल्क्, किन्तु जलमिश्रित दधि. जलमिश्रित, जलमिश्रित, उत्तमम्, उत्तमम्. दधि, दधि इत्युक्ते कर्ड्, किन्तु तक्रम् इत्युक्ते बटर् मिल्क्. माता वदति यदि क्वथितम् आगच्छति चेत् तक्रं परिवेशयामि, तत् स्वीकरोतु इति माता वदति. तदा तस्य पुत्रः किं वदति अधुना वदतु? तक्रं बहु आम्लम् अस्ति अम्ब, तक्रमपि आम्लं वदति, रुचिः आम्लः अस्ति. तक्रमपि सम्यक् नास्ति, तस्य रुचिः सम्यक् नास्ति, तदर्थम् अहं न इच्छामि, अहं खादितुं न इच्छामि. अत्रापि पश्यतु आम्लम् इति दत्तमस्ति नपुंसकलिङ्गे. किमर्थं तक्रम् इति नपुंसकलिङ्गे अस्ति, अतः आम्लम् इति नपुंसकलिङ्गे अस्ति भगिनि? तक्रम् इति पदस्य विशेषणं आम्लं, तत्र विशेषणविशेषभावः अस्ति इति कृत्वा तक्रम् आम्लं, क्वचितं कटु. अपि च सः, माता वदति भवान् तु केवलं मधुरम् इच्छति, एतत् मोदकं खादतु बहु मधुरम् अस्ति इति माता वदति. तदा सः किं कृतवान्? सत्यम् अम्ब वदति, तत् वदति मधुरम् एव इच्छति, अतः तत् स्वीकरोति. अत्र पश्यन्तु केवलम् इति पदमस्ति, तस्मिन् विषये किञ्चित् वदामि. साधारणतया वयं कैवल्यं, कैवल्यम् इति वदामः, कोऽपि वदति वा तत्पदं कथम् आगतम्? कैवल्यं, केवलस्य भाववाचकः तद्धितप्रत्ययः. अत्र केवलम् इति पदमस्ति, किन्तु केवलस्य भावः कैवल्यं, तद्धितप्रत्ययान्तरूपं. केवलं तदेव इच्छामि इति तादृशचिन्तनमेव कैवल्यम्. सत्यम् इत्युक्ते परमात्मा, केवलं तदेव अहं ज्ञातुमिच्छामि, तस्मिन् विषये एव अहं चिन्तनं करोमि, तदेव अहं ज्ञातुमिच्छामि, तादृशभावः एव कैवल्यं, केवलस्य भावः कैवल्यम् इति वदामः. उत्तमं भगिनी, अत्र तक्रम् इति दधि दधिः दध्याः मन्थननन्तरं भवति, तत्र तक्रं मन्थित्वदधिः इति वक्तुं शक्नुमः वा? मन्थित्व इति अस्ति वा? तत्र दधि इति पदं तत्र विसर्गः नास्ति. किमर्थमित्युक्ते तत्र नपुंसकलिङ्गपदं दधि, तदर्थम् अन्ते विसर्गः न श्रूयते. तत्र रूपाणि किं भवन्ति, रूपाणि कानि इत्युक्ते दधि, दधिनी, दधीनि, तादृशरूपाणि भवन्ति. मथनं, मन्थनम् इति न वदामः, मथनम् एव भवति. मथनम् इति पदं लुडन्तपदं, किन्तु तत्र लट्लकाररूपं द्रष्टव्यं. मथनं कृत्वा तक्रं निर्मामः. जलसम्मिश्रितं मथित्वा इति अस्ति वा? तत्र धातुः कीदृशः, किं धातुः, धातुः कस्मिन् गणे, धातुः कस्मिन् गणे अस्ति, तत्र धातुः कस्मिन् अर्थे अत्र स्वीकर्तव्यं, तत्र क्त्वान्तरूपं किं, सर्वं द्रष्टव्यं भगिनि. तत्र दृष्ट्वा एव वयं समीचीनं रूपं वक्तुं शक्नुमः, दृष्ट्वा एव. उत्तमम्. अधुना अत्र सत्यमम्ब, एतत् मधुरमस्ति. अपि वंशिसुध भगिनि अग्रिमं वाक्यं पठतु, तत्र किमस्ति? माता वदति, कारवेलस्य व्यञ्जनम् अस्ति, किञ्चित् परिवेषयामि वा? माता वदति मधुरं न कारवेलम् इति परिवेषयति, कारवेलस्य व्यञ्जनं परिवेषयति, परन्तु पुत्रः मधुरं, परन्तु पुत्रः मधुरमेव इच्छति. अतः सः वदति अम्ब कारवेलं मास्तु, कारवेलं तिक्तं भवति, अतः वदतु. कारवेलं मास्तु अम्ब, कारवेलं तिक्तं भवति, अहं तिक्तं न इच्छामि, किञ्चित् लवणं परिवेशयतु. उत्तमं. कारवेलम् आरोग्याय समीचीनं वा न वा? कारवेलं बहु समीचीनं भगिनि, आरोग्यस्य बहु बहूनि लाभानि सन्ति. तत्र आरोग्याय खादनीयम्, आरोग्याय कारवेलं खादितव्यं, खादनीयम्, आरोग्याय समीचीनम्, आरोग्यार्थं सम्यक् अस्ति. किञ्चित् परिवेशयतु, आमलकस्य अवलेहः किञ्चित् परिवेशयामि वा इति माता वदति. तस्य उत्तरं किम्? अस्तु, परिवेशयतु अम्ब, आमलस्य रुचिः कषायः अस्ति. तदपि पुत्रः किञ्चित् दोषः वदति, कषायः अस्ति. इत्युक्ते अत्र आमलकस्य रुचिः कषायः इति अस्ति. अत्र कषायः इत्युक्ते किम्? कषायः इति कषाय इत्युक्ते एसिडिक् भगिनि? एसिडिक् इत्युक्ते आम्लः. आम् एसि और् एस्ट्रिञ्जेण्ट् इति वदामः किञ्चित्. अत्र कषायः इत्युक्ते आङ्ग्लभाषायां किं वदामः? कषायः इत्युक्ते टार्ट्, पञ्जन्ट्, एस्ट्रिञ्जेण्ट्. अहं चिन्तयामि अत्र एक्स्ट्राक्ट्, एक्स्ट्राक्ट् आफ् एनि ज्यूस् अथवा साधारणतया आङ्ग्लभाषायां डिकाक्षन् इति वदामः. डिकाक्षन् इत्युक्ते अत्र इट्स् एन् एक्स्ट्राक्ट् आफ़्, इट्स् एन् एक्स्ट्राक्ट् आफ् ए फ्रूट्, दट् ईस् कषायः, एक्स्ट्राक्ट्. That is something extracted from a fruit. Bhagini, extract api kimapi ruchi ruchika asti arhati bhagini. तस्य रुचिः किमपि भवितुम् अर्हति, किन्तु अत्र अत्र कषायः इत्युक्ते षड् रुचयः सन्ति, तेषु अन्यतमः कषायः. किन्तु अत्र वंशीसुधा भगिनी, तेलुगुभाषायां किं वदामः कषायः इत्युक्ते? कषायं तेलुगुभाषा अपि कषायमेव वदामि न भगिनि? न, तेलुगुभाषायां वयं किं वदामः इत्युक्ते वगरु इति वदामः. तत्तु अत्र कन्नडायाम् अपि ओगरु इति अस्ति, किन्तु तत्र टार्ट् इति अर्थमस्ति. यथा अस्तु, अत्र पश्यन्तु, मधुरं मधुरः वयं जानीमः, आम्लः वयं जानीमः, तिक्तं तिक्तः इत्युक्ते बिट्टर्. अत्र कषायः इत्युक्ते अत्र यथा भगिनी उक्तवती टार् इत्यस्मिन् अर्थे, वगरु इत्यस्मिन् अर्थे. अत्र कषायः वयं जानीमः, काषायः अस्ति किमर्थम्? अत्र अहं किञ्चित् वदामि, अत्र कषायः इत्युक्ते एक्स्ट्राक्ट्, एक्स्ट्राक्ट् इति वदामः. तस्य रुचिः सम्यक् नास्ति, किन्तु काषायः इति पदं तस्मात् एव आगतं. काषायः अपि तद्धितान्तं रूपम्, अण्प्रत्ययः अस्ति. कषाय इति पदात् एव काषाय इति रूपम् आगतम्. तत्र अण् अण् इति प्रत्ययः अस्ति, तद्धितान्तं रूपम् अण्प्रत्ययः. अपि च अत्र काषायवस्त्रं कः धरति? सः किमर्थम् इत्युक्ते किमर्थं सर्वे त्यजति, सर्वे त्यजति, सर्वे सुखानि भौतिकसुखानि त्यजति. सः सर्वं ज्ञातवान् इत्यस्मिन् अर्थेन तत्र किमपि अस्ति, त्यजतु. अनन्तरम् अत्र तर्हि जम्बीरस्य अवलेहं स्वीकरोतु. पूर्वम् अवलेहम् अवलेहः इति दत्तमस्ति, अत्र अवलेहं स्वीकरोतु किमर्थम्? जम्बीरम् अवलेहं, जम्बीरम् इति नपुंसकलिङ्गे अस्ति भगिनि. अत्र वाक्यं पश्यतु, जम्बीरस्य अवलेहं स्वीकरोतु इति अस्ति. अत्र अवलेहम् इति कर्मपदमस्ति. अस्तु, किमर्थं स्वीकरोतु, करोतु इति सकर्मकधातुः अस्ति. सकर्मकधातुः स्वीकरोतु इत्युक्ते अवलेहं स्वीकरोतु. स तु आम्लः अस्ति अम्बा. अत्र सा तु आम्लः, अत्र अहं चिन्तयामि अत्र सः अवलेहः, सः इति अवलेहः, अवलेहस्य विषये पुत्रः वदति. सः तु आम्लः, सः अवलेहः आम्लः. अत्रापि विसर्गः लुप्यते, किमर्थं चेत् तत्र विसर्गसन्धिः अस्ति इति भाति, विसर्गस्य लोपः भवति. सः अवलेहः आम्लः, तदर्थम् अहं न खादामि इति सः वदति. भवान् तु मधुरम् एकमेव इच्छति, परन्तु शरीरस्य वर्धनार्थं सर्वविधाः रुचयः अपि आवश्यकाः. रुचिशब्दस्य रूपाणि किञ्चित् वदतु भगिनि. रुचि रुचि रुचि रुचयः. अत्र अत्र किं दत्तमस्ति? सर्वविधाः रुचयः आवश्यकाः. अत्र एतानि विशेषणानि, सर्वविधाः रुचयः आवश्यकाः, स्त्रीलिङ्ग बहुवचनरूपाणि, प्रथमविभक्त्यन्तरूपाणि. अत्र वर्धनार्थम् इति पदमस्ति. वर्धनार्थम् इति पदम् अपि समस्तपदं. कोऽपि वदति वा अत्र तत्र समासस्य नाम अथवा विग्रहवाक्यम्? आचार्य महोदय, भवान् वदति वा? न स्मरामि. वर्धनार्थं समासः. अत्र समासः अस्ति वर्धनार्थम् अथवा किमर्थम्, आरोग्यार्थं तथा वदामश्चेत् तत्र चतुर्थी तत्पुरुषसमासः अस्ति. इत्युक्ते तत्र विग्रहवाक्यं कथं वक्तव्यं, विग्रहवाक्यं कथं वक्तव्यम् इत्युक्ते वर्धनाय इदं, वर्धनाय इदम् इति विग्रहवाक्यं वदामः. किन्तु विग्रहवाक्ये अर्धशब्दः न श्रूयते, किन्तु समस्तपदे अर्धशब्दः श्रूयते. अतः समस्तपदं वर्धनार्थं, विग्रहवाक्यं वर्धनाय इदम् इत्युक्ते अत्र अत्र विशेष्यम् आश्रित्य तस्य रूपं भवति. इत्युक्ते वर्धनाय इदम् अथवा वर्धनाय अयम् इति वदामश्चेत् तत्र वर्धनार्थः, वर्धनाय, वर्धनार्था, त्रिषु लिङ्गेषु रूपाणि भवन्ति केचित् तत्र. अत्र आवश्यकाः इति पदमस्ति. किम् आवश्यकाः भगिनि वदतु, वंशीसुधा भगिनि. अत्र सर्वविधाः रुचयः आवश्यकाः. स्वस्य वाक्यैः इतोपि किञ्चित् वदतु तस्मिन् विषये. अस्तु भगिनि, यदि एकमेव रुचिः अहं स्वीकरोमि चेत् तत्र मम अस्माकं शरीरः केचन धातु अथवा लोपः भवति. अतः सर्वे रुचयः यदि स्वीकरोमि चेत् शरीरस्य आरोग्यं सम्यक् भवति अथवा वर्धनम् अपि सुष्ठुः भवति भगिनि. उत्तमं, तदेव. अत्र अत्र आवश्यिका अस्ति किं, मुद्रणदोषः अस्ति वा? आवश्यिका अस्ति अत्र, अत्र आवश्यका एव तत्र इकारः किमर्थमस्ति इति अहमपि न अवगतवती. आवश्यकी, आवश्यिकाः, आवश्यकाः इति एव. किन्तु अत्र आवश्यिकाः किमर्थम्, इकारः किमर्थम् इति मया न अवगतम्. अत्र आवश्यकाः इत्यस्मिन् विषये अहं किञ्चित् वदामि. अत्र वश् धातुः अस्ति वशीकरोति इत्यस्मिन् अर्थे. अवश्यम् इति वदामः, अवश्यं करोमि. अवश्यम् इत्युक्ते अत्र अस्माकम् अवश्यम् इत्युक्ते तस्मिन् वशे अहमस्मि इति अर्थः अवश्यं. तत्र वश्यम् अवश्यं, तत्र नैतत्पुरुषसमासः अस्ति. किन्तु अत्र आवश्यकम् अथवा आवश्यकः इति पदमस्ति. तत्र वश् धातोः रूपमेव एतत् इति अहं चिन्तयामि. उत्तमम्. अनन्तरम् अग्रिमे पुटे, धन्यवादः भगिनी. अत्र सूर्यकुमारी भगिनी भवती पठति वा अग्रिमे पुटे किमस्ति? भगिनि, अत्र सम्भाषणस्य आधारेण केचन प्रश्नाः दत्ताः, प्रश्नानाम् उत्तराणि लेखनीयानि. करोतु. एतेषाम् उत्तरं लिखतु. क्वचितं कथमस्ति, क्वचितं कथमस्ति, तत्र सम्भाषणस्य आधारेण उत्तराणि वक्तव्यानि. क्वचितं प्रथमं कोऽपि वदतु, अत्र तत्र बाधा किमपि नास्ति. क्वचितं सः वदति बहु कटुः, भूमा भगिनी भवती वदति वा अत्र प्रश्नवाचकवाक्यानि पठित्वा उत्तराणि वदतु किञ्चित्। क्वथितं कथम् अस्ति, क्वथितं कटु अस्ति, तक्रं तक्रं कथम् अस्ति, तक्रम् आम्लः अस्ति। तक्रम् आम्लम् अस्ति, आम्लम् अस्ति। ओके, किं भवती करोति वा भगिनी अत्र? सूर्यकुमारी भगिनी भवती कर्तुं शक्नोति वा? आं महोदय, आं महोदय। किं तिक्तं भवति, किं तिक्तं भवति? आम् बिट्टर्। ओ, किं तिक्तं भवति? आम् आम्लफलं कारवेल् तिक्तं बिट्टर्। तिक्तं किम्? भूमा भगिनी वदतु। कारवेल्लं तिक्तं भवति, कारवेल् अनन्तरं कारवेल्लम् इत्युक्ते बिटर् गार्ड् तिक्तं भवति। ओके, अग्रिमम्। आम्लकस्य रुचिकः का? आम्लकस्य रुचिः आम्लम्। अत्र किं दत्तमस्ति पूर्वस्मिन् सम्भाषणे? आमलकस्य रुचिः खा कषाय आमलकस्य। ओ, ओके, ओके। आमलकस्य रुचिः कषायः। ओ, तक्तं कषायः। अग्रिमं करोतु। भवान् किम् इच्छति? भवती किम् इच्छति वदतु, भवती किं खादितुमिच्छति? भवती वदतु। अहं मधुरम् इच्छामि। उत्तमं, तावदेव। गृहस्य रुचिः अन्तिमं करोतु। घृतस्य रुचिः का? घृतस्य रुचिः मधुरम् अस्ति। गुडस्य रुचिः का? अत्र गुडस्य रुचिः मधुरः, मधुरः वदामः। अत्र का इति पदं किमर्थं भगिनि? आम्, का इति पदं किमर्थमस्ति वदतु? का, का गुडस्य रुचिः का? का इति पदं किमर्थम् अस्ति? स्त्रीलिङ्गपदं, स्त्रीलिङ्गपदम् इत्युक्ते रुचिः का? गुडि, गुडि स्त्रीलिङ्गपदं। तथा न वक्तव्यं। गुडः इति पदमस्ति, तस्य तस्य रुचिः, तस्य रुचिः गुडस्य रुचिः, आमलकस्य रुचिः तथा वदामः। अत्र रुचि रुचिशब्दः स्त्रीलिङ्गपदं, स्त्रीलिङ्गशब्दः। तस्मात् पूर्वं किमिच्छति, किमिच्छति तत्र किम् इति पदं किमर्थम्? किम् इस् नपुंसकलिङ्गं, नपुंसकलिङ्गपदं। किन्तु तत्र किं किमर्थमस्ति इत्युक्ते तत्र इष् धातुः सकर्मकधातुः इति कृत्वा तत्र किमिच्छति, भवती किमिच्छति? अहं मधुरम् इच्छामि, अहं चाकलेहम् इच्छामि, अहं पुस्तकम् इच्छामि, तादृशार्थे तत्र कर्मपदं सम्भवति। अतः किमिच्छति तत्र धातुं दृष्ट्वा एव वयं वक्तुं शक्नुमः तत्र कर्मपदं सम्भवति वा न वा इत्यपि एकः विषयः। परन्तु तस्मात् पूर्वं किं भवति इति अस्ति, किं भवति, किं तिक्तं भवति, तत्र कर्मपदं नास्ति। किं तिक्तं भवति तत्र भूधातुः अकर्मकः इति कृत्वा। ओके, उत्तमं भगिनी। अधुना इदानीं पर्यन्तं वयं धन्यवादः. रुचिवाचकशब्दानां विषये किञ्चित् अधीतवन्तः. अधुना अस्माकं पार्श्वे कथाद्वयमस्ति. पतञ्जलेः नाम्ना एका कथा अस्ति, अपि च स्वानुकूलतया अर्थकथनम् इति एका कथा अस्ति. अद्य वयं स्वानुकूलतया अर्थकथनम् इति कथां पठामः. तत्र तस्यां कथायां किमस्ति इति एकवारं पश्येम. अत्र तस्मात् पूर्वम् अहम् एकं वक्तुम् इच्छामि. गते सप्ताहे वयं बन्धुवाचकशब्दानां विषये किञ्चित् अधीतवन्तः. तत्र तातः इति पदमस्ति. तातः इति पदं, तस्य अर्थः कः, पदं कथं निष्पन्नं भवति इति अहं किञ्चित् दृष्टवती, अतः वदामि. तत्र तातः इति पदं तन् इति विस्तारे इत्यस्मिन् अर्थे, तन् धातोः रूपं, क्तान्तरूपं, तन् धातुः विस्तारे इत्यस्मिन् अर्थे अस्ति, अपि च क्तान्तरूपं तातः. तत्र अर्थः कः इत्युक्ते, तनोति, विस्तारयति, गोत्रादिकं. सः तातः. तनोति, बहु सुन्दरमस्ति, तनोति, विस्तारयति, गोत्रादिकं, सः तातः. तन् धातोः रूपं, तन् धातुः, तत्र अर्थः विस्तारे इत्यस्मिन् अर्थे अस्ति. तत्र तातः इत्युक्ते वयं जानीमः पिता. अत्र अधुना स्वानुकूल भगिनी, तात पुंलिङ्ग् पदमस्ति. तादृशी स्त्रीलिङ्गपदं माता कृते नास्ति. ताती, अहं न जानामि भगिनि. किन्तु संस्कृतभाषायाम् अस्ति वा? न जानामि. अस्तु, अधुना अत्र कथां पठामः. स्वानुकूलतया अर्थकथनम्. अत्र गीताञ्जलि भगिनि, भवती एव आरम्भं करोतु. आं भगिनि. स्वानुकूलतया अर्थकथनं. कदाचित् उभौ सुहृदौ तीर्थयात्रां कुर्वन्तौ आस्ताम्. बहूनि दिनानि यावत् मार्गभ्रष्टौ भूत्वा वने अत्र भगिनी, अत्र क्षुद्बाधया. ओ, क्षुद्बा, ओके. तत्र सन्धिः भवति क्षुत् क्षुत् बाधया, क्षुद्बाधया, तत्र जस्त्वसन्धिः. वदतु. क्षुद्बाधया पीडितौ सन्तौ तौ इतस्ततः अटितवन्तौ. एवम् अटन्तौ तौ कश्चित् ग्रामं प्रविष्टवन्तौ. मार्गे गच्छन्तौ तौ कस्यचित् गृहस्य पुरतः जनसम्मृद्धं सम्मर्दं दृष्टवन्तौ. तत्र देवपूजा प्रचलति स्म. तस्मिन् दिने समापनं दिनम् आसीत् इति कारणतः ग्रामस्य प्रमुखेण भोजन व्याख्या परिकल्पिता आसीत्. भगिनि, अत्र भोजनव्यवस्था क्षम्यतां भगिनि, ग्रामस्य प्रमुखेण भोजनव्यवस्था परिकल्पिता आसीत्. निकटवर्तिभ्यः ग्रामेभ्यः बहवः जनाः तत्र आगताः आसन्। उत्तमम्। अधुना अत्र किञ्चित् चिन्तनं कुर्मः। अत्र कथायाः शीर्षिका स्वानुकूलतया अर्थकथनम्। अत्र स्वानुकूलतया इति दत्तमस्ति, तत्र प्रथमान्तं रूपं किम्? स्वानुकूल उत्तमम् उत्तमम्। तत्र स्त्रीलिङ्गपदमस्ति। किं पदं किम् इत्युक्ते स्वानुकूलता, स्वानुकूलता, तस्य तृतीयान्तं रूपं स्वानुकूलतया। अत्र स्वानुकूलता, तत्र ता इति तल् प्रत्ययः अस्ति। स्वानुकूलता इत्युक्ते स्वस्य अनुकूलः। अत्र अनुकूलता इत्युक्ते कम्फर्ट्। संस्कृतभाषायां किं वदामः? सौख्यम् अथवा सुखम् अथवा अन्यानि पदानि सन्ति, सुविधा इति पदम्। सुविधा इत्युक्ते तत्र अनुकूलता, स्वस्य अनुकूलता। अत्रापि अनुकूलशब्दस्य तद्धितान्तं रूपं भगिनी वदतु। शोभा भगिनी, किं वदामः अनुकूलस्य भावः? वृद्धिः भवति। उत्तमं, तद्धितान्तं रूपम् अनुकूलस्य भावः आनुकूल्यं। तथा एव सुखस्य भावः सौख्यं। सौख्यम्। उत्तमम्। उत्तमम्। अत्र सुविधा इत्युक्ते अनुकूलता, स्वस्य अनुकूलतया अर्थकथनं कुर्वन्ति। अर्थकथनम् अत्रापि समासः अस्ति। समासः कः इत्युक्ते अर्थस्य कथनम्। षष्ठीतत्पुरुषसमासः। अत्र गीताञ्जलिः भगिनी अत्र वदतु, कदाचित् उभौ सुहृदौ तीर्थयात्रां कुर्वन्तौ आस्ताम्। अत्र किमर्थं रूपाणि द्विवचने सन्ति? द्वौ भ्रातौ अस्ति इत्युक्ते तत्र सुहृदौ इति पदमस्ति। सुहृदौ, सुहृद् सुहृद् इत्युक्ते कः? सुहृद् इत्युक्ते मित्र। मित्रं, मित्रं, मित्रं। द्वौ मित्रं, द्वे मित्रे, द्वे मित्रे स्तः, मित्रौ स्तः। स्तः, उत्तमम्। इत्युक्ते उभौ, उभौ इति पदं सर्वनामपदं। तत्र अष्टाध्याय्याम् एकः गणः अस्ति, सर्वादिगणः इति गणः अस्ति। तस्मिन् गणे सर्वाणि सर्वनामपदानि उक्तानि। तत्र एकं सूत्रमस्ति, सूत्रे सर्वाणि सर्वनामपदानि तस्मिन् सूत्रे उक्तानि। उभशब्दः सर्वनामशब्दः। अत्र उभौ सुहृदौ इति द्विवचने दत्तमस्ति। किञ्चित् वदति वा भगिनी, सुहृद् शब्दस्य रूपाणि प्रातिपदिकं किम्? सुहृत् तकारान्त। तकारान्त, उत्तमम्। प्रथमान्तं, प्रथमाविभक्त्यन्तरूपाणि वदतु। सुहृद्, सुहृदौ, सुहृद्, सुहृद्, सुहृदौ, सुहृदाः। अहं विस्मृत। कोऽपि वदति वा? सुहृदः, सुहृदः, उत्तमम्। अत्र कथं रूपाणि कोऽपि वदति वा? भवत् इति शब्दस्य सुहृत्, सुहृत्, सुहृदौ, सुहृद्, सुहृदौ, सुहृदः, सुहृदं, सुहृदौ, सुहृदः, सुहृदा, सुहृद्भ्यां, सुहृद्भिः। वदतु। सुहृद्भ्यः, चतुर्थी सुहृदे, सुहृद्भ्यां, सुहृद्भ्यः। पञ्चमी सुहृदः, सुहृद्भ्यां, सुहृद्भ्यः। षष्ठी सुहृदः सुहृदोः सुहृदां सुहृदि सुहृदोः सुहृत्सु सुहृत्सु अत्र पश्यन्तु, अत्र एकः विषयः अस्ति हलन्तपदेषु तत्र एकं सौलभ्यम् अस्ति. सौलभ्यं किमित्युक्ते तत्र एकवचनरूपाणि वदामश्चेत् द्विवचनात् आरभ्य दं दा दे दह दहदि इति वदामः. द्विवचने दं दा दे दह दहदि तादृशे तं ता ते तः तहति नं तथा हलन्तशब्देषु तत्र एकं सौलभ्यम् अस्ति. सुलभः एव, सुलभानि एव रूपाणि. अत्र सुहृत् इति पदं तत्र अन्ते दकारः अपि च तकारः रूपद्वयमपि साधु. किमर्थम् तत्र सूत्रमस्ति, जलाम्जशौन्ते अस्ति किन्तु तत्र एकं सूत्रमस्ति वावसाने. वावसाने तेन किं भवति वदतु. वावसाने इत्युक्ते विकल्पेन तकार अपि च समीचीनम्. यदि विरामः पूर्वः क्षम्यतां भगिनि, यदि विरामपूर्वम् अस्ति चेत् अन्तिमवर्णात् विकल्पेन तकार अथवा दकार उभौ उभे समीचीनम् अस्ति. अस्तु, उत्तमम्. उत्तमम् इत्युक्ते तत्र किं भवति वावसाने इति सूत्रेण विकल्पेन जस्त्वम् अथवा चर्त्वं विकल्पेन चरादेशः भवति. चरादेशः भवति इत्युक्ते सुहृत् इति रूपमपि समीचीनं, सुहृद् इति अपि समीचीनं, किन्तु तत्र सूत्रं वावसाने. वा इत्युक्ते वयं जानीमः संस्कृतभाषायां वा व्याकरणलोके वा इत्युक्ते विकल्पेन, अवसाने इत्युक्ते अवसानावस्थायाम् इत्युक्ते पदम् अन्तिमं पदम् अस्ति चेत् तद् इत्युक्ते तस्य अनन्तरं किमपि अन्यत् पदं नास्ति चेत् तदेव अवसानावस्था इति वदामः. विरामोपसानम् इति संज्ञासूत्रमस्ति. विरामोपसानम् इत्यनेन तत्र विरामसंज्ञां प्राप्नोति वावसाने इति सूत्रेण. उत्तमम्. अधुना अत्र द्वौ अत्र मित्रद्वयमस्ति, अपि च तौ द्वौ किं कृतवन्तः, तीर्थयात्रां कुर्वन्तौ आस्ताम्. अत्र कुर्वन्तौ भगिनि वदतु कीदृशं रूपं. कुर्वन्तौ अपि च द्विवचने अस्ति. प्रथमपुरुष द्विवचनरूपं करोति कुर्वन् करोति शत्रान्त. शोभा भगिनी वदतु. शत्रान्तरूपं द्विवचने अस्ति अत्र भगिनि. रूपाणि कथं भवन्ति प्रथमाविभक्त्यन्त रूपाणि किञ्चित् वदतु. त्रीणि रूपाणि कुर्वन्तौ कुर्वन्तः. उत्तमं. कुर्वन् कुर्वन्तौ कुर्वन्तः. अत्र शत्रन्तरूपं पुंलिङ्गे द्विवचने प्रथमाविभक्तौ अस्ति. कदाचित् उभौ सुहृदौ तीर्थयात्रां कुर्वन्तौ आस्ताम्. आस्ताम् वयं जानीमः. आस्ताम् गीताञ्जलि भगिनी वक्तुं शक्नोति वा अत्र रूपाणि. आस्ताम् आस्ताम् प्रथमपुरुष द्विवचन आसीत् आस्ताम्. सुन्दरं तावदेव. आसीत् आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आस्म. उत्तमं तावदेव. अत्र एकं पदमस्ति, तीर्थयात्रा इति पदमस्ति. अहं किञ्चित् दृष्टवती, अतः वदामि. अत्र वयं साधारणतया त्रु दीर्घरूकारान्तधातुः अस्ति, त्रु इति धातुः अस्ति, तरति इत्यस्मिन् अर्थे, प्लवनतरणयोः इत्यस्मिन् अर्थे तरति इति पदमस्ति, तस्मात् एव तीर्थ इति पदम् आगतम्. तृधातोः अपि च ठक् प्रत्ययः. अत्र यात्रा इति पदं या धातुः अस्ति, याति, या धातोः स्ट्रन् स्ट्रन् प्रत्ययान्तरूपम्, अपि च टा प्रत्ययः अपि अस्ति. तीर्थयात्रां गतवन्तौ तौ द्वौ. तदा किम् अभवत्, बहूनि दिनानि यावत् मार्गभ्रष्टौ भूत्वा वने क्षुद्बाधया पीडितौ सन्तौ तौ इतस्ततः अटितवन्तौ. अत्र पश्यन्तु, सर्वाणि पदानि द्विवचने सन्ति. अत्र तदा किम् अभवत्, बहूनि दिनानि तौ द्वौ मार्गभ्रष्टौ भवतः अभवत् अभवताम् इति वदामः. अत्र मार्गभ्रष्टौ इति पदमस्ति, मार्गभ्रष्टः इति एकवचनरूपम्. अत्र भ्रष्टः इति पदमपि क्तान्तरूपं, क्ताप्रत्ययान्तरूपं, भ्रष्टः. तत्र समासः अस्ति, समस्तपदम्. समस्तपदं किम् इत्युक्ते, मार्गात् भ्रष्टः, पञ्चमे तत्पुरुषसमासः. मार्गात् मार्गात् भ्रष्टः, मार्गभ्रष्टः. तौ द्वौ मार्गभ्रष्टौ भूत्वा, अत्र भ्रष्ट इति पदं पश्यामश्चेत् तत्र भ्रंश् इति धातुः अस्ति, भ्रंश् धातुः. तत्र द्विवादिगणीया अपि अस्ति, भ्वादिगणीया अपि अस्ति, धातोः रूपमेव भ्रंश् धातोः रूपं भ्रष्ट इति रूपमस्ति. मार्गभ्रष्टौ भूत्वा वने, वने रूपं किं भगिनि वदतु? सप्तमी एकवचन, वन् वनः पुंलिङ्ग् शब्दः अकारान्त. पश्यतु, सप्तमी एकवचनम्. उत्तमं, सप्तमी एकवचनं. परन्तु साधारणं पदं वनं, वने, वनानि. उत्तमं, तथा. अनन्तरं वने क्षुद्बाधया, अत्र क्षुद्बाधया इत्युक्ते भवती किम् अवगतवती? बाधया इत्युक्ते तृतीया एकवचन. क्षुत् अहं न जानामि भगिनि. कोऽपि वदति वा क्षुत् इत्युक्ते भोजनम् इच्छति? उत्तमम्. इत्युक्ते तत्र संस्कृतभाषायां किं वदामः, क्षुधा. क्षुधा इत्युक्ते बुभुक्षा. बुभुक्षा इत्युक्ते भोक्तुमिच्छति, बुभुक्षा अनन्तपदम्. अत्र अत्र अन्यानि पदानि अपि सन्ति. कानि पदानि? क्षुधा, क्षुधार्थः, क्षुधा आविष्टः, क्षुधालुः, आलुच् प्रत्ययः, क्षुधालुः, क्षुधितः, एतादृशानि पदानि तत्र पर्यायवाचकपदानि सन्ति. क्षुध आविष्टः, क्षुधाविष्टः, क्षुधार्थः, क्षुधितः. अत्र संस्कृतभाषायाम् अत्र अर्थः तु बुभुक्षा इत्यस्मिन् अर्थे. अत्र क्षुत् क्षुत् इति बाधा, तत्र जस्वसन्धिः, क्षुद्बाधया इति. अत्रापि समस्तपदमस्ति. अत्र एकः धातुः अस्ति, दिवादिगणीयधातुः, क्षुध्यति इति धातुः अस्ति. अक्षुध्यति इति धातुतः तत्र क्षुधा, क्षुधा इति रूपम्. अहं चिन्तयामि टाप्रत्ययः इति चिन्तयामि इति रूपमस्ति. ते किं कृतवन्तः? एकदा मार्गभ्रष्टौ भूत्वा ते वने अटितवन्तः, अटितवन्तौ, इतस्ततः अटितवन्तौ बुभुक्षया तौ द्वौ. तदा किम् अभवत् वदतु भगिनि. एवम् अटन्तौ तौ, एवम् अटन्तौ तौ किञ्चित् ग्रामं प्रविष्टवन्तौ. ते द्वे मित्रे किमपि एकं ग्रामं प्रविष्टवन्तौ. प्रविष्टवन्तौ. एवम् अटन्तौ, अटन्तौ, अत्र पदमस्ति अटन्तौ, द्विवचनरूपमस्ति. एकवचनरूपं किम्? एवम् अटन्त, अटन् मित्र, अटन् अटन् अटन् अटन् अटन्तः इत्युक्ते अत्रापि वदतु द्विवचनं शत्रन्तरूपं तौ द्वौ अटन्तौ. अत्र पश्यतु कञ्चित् ग्रामं किमर्थं तथा वदतु? किञ्चित् कर्मपदं कञ्चित् ग्रामं कर्मपदं ग्रामं कर्मपदं कञ्चित् विशेषणं ग्रामस्य अस्ति. अत्र अत्र लिङ्गं किम्? नपुंसकलिङ्गं भगिनि. पश्यतु नपुंसकलिङ्गम् अस्ति चेत् किञ्चित् इति लिखितवान् लिखितवन्तः भविष्यत्. अत्र किम्, अत्र अत्र किं दत्तमस्ति? कञ्चित् इत्युक्ते पुंलिङ्ग् कश्चित् एकवचने वदामश्चेत् कश्चित् ग्रामः. परन्तु अत्र द्वितीयाविभक्तौ वक्तव्यम्. किमर्थम् इत्युक्ते प्रविशति, अत्र प्रविशति इति प्रविष्टवन्तौ इति अत्र क्त्वान्तरूपं दत्तमस्ति. प्रविष्टवन्तौ, प्रविष्टः, प्रविष्टवान्, अत्र प्रविष्टवान्, प्रविष्टवन्तौ, प्रविष्टवन्तः. तवत्वन्तरूपम् अस्ति किन्तु सकर्मकधातुः अस्ति इति कृत्वा तत्र कर्मपदम् आवश्यकम्. अतः कञ्चित् ग्रामं गतवन्तौ अथवा कञ्चित् ग्रामं प्रविष्टवन्तौ. अत्र प्रविष्टवन्तौ इत्यस्मिन् विषये वदतु. प्रवेशः कुरुतः प्रवेशः कुरुतः इत्युक्ते तत्र तदेव उत्तमम् इत्युक्ते अत्र प्रा इति उपसर्गः विष् धातोः तवत्वन्तरूपं. ते एकं ग्रामं गतवन्तौ, गतवन्तौ. तदा किम् अभवत्? मार्गे गच्छन्तौ तौ कस्यचित् गृहस्य पुरतः जनसम्मर्दं दृष्टवन्तौ. इत्युक्ते किं वदतु? इत्युक्ते मार्गे तौ किमपि एकं गृहं दृष्ट्वा गृहस्य पुरतः गृहे पुरतः पुरतः बहुजनाः बहुजनानां दृष्ट्वा बहुजनान् दृष्ट्वा ते स्थगितवन्तः तत्र स्थगितवन्तः. उत्तमम्. इत्युक्ते अत्र वयम् अभ्यासपुस्तके एव पठितवन्तः गृहस्य पुरतः पृष्ठतः तत्र तथा एव अत्र षष्टिविभक्तेः रूपं दत्तमस्ति. गृहस्य पुरतः ते जनसम्मर्दं दृष्टवन्तौ. अत्र सम्मर्दः इति पदमस्ति. सम्मर्दः सम्मर्दः तत्र सम् उपसर्गपूर्वकः. मृद् इति धातुः, मृद् धातुः क्रयादिगणे अस्ति, क्रयादिगणे क्षोदे इत्यस्मिन् अर्थे. तत्र रूपमस्ति मृद्नाति, क्रियादिगणीयधातुः मृद्नाति. मृद्नाति इत्युक्ते स्क्वीजिङ्ग् आर् रबिङ्ग् एगनेस्ट् इत्यस्मिन् अर्थे. तदर्थमेव अत्र पदमस्ति जनसम्मर्दः. किन्तु समस्तपदं सम्मर्दः, सम् उपसर्गपूर्वकः, मृद् इति धातुः अस्ति. सम्मर्दः दृष्टवन् सम्मर्दं दृष्टवन्तौ. दृष्धातुः सकर्मकः इति कृत्वा अत्र जनसम्मर्दं दृष्टवन्तौ तौ. अनन्तरम् अत्र तत्र देवपूजा प्रचलति स्म. प्रचलति, अहं चिन्तयामि प्रचलति, यत्र कुत्रापि प्रचलति आगच्छति चेत् तत्र कर्मपदं नाशं भवति. किमर्थम् इति ज्ञातव्यम्. अकर्मकधातुः अस्ति वा इति. देवपूजा इति पदमपि समस्तपदम्. अत्र रघुपतिचारी महोदय भवान् वदति वा अत्र समासस्य नाम किं? देवपूजा षष्ठी तत्पुरुष देवस्य पूजा. देवानां पूजा, देवस्य पूजा इति भवति. उत्तमम्. अत्र प्रचलति स्म. तस्मिन् दिने समापनदिनम् आसीत् इति कारणतः ग्रामस्य प्रमुखेण भोजनव्यवस्था परिकल्पिता आसीत्. इत्युक्ते किं भगिनि, किञ्चित् वदतु. तस्मिन् दिने अन्तिमदिने अस्ति महापूजा, पूजास्य अन्तिमदिने अन्तिमदिनम् अस्ति चेत् एकं महा एकं ग्रामस्य प्रमुख जनेन एकं महाभोजनव्यवस्था आसीत् आसीत्. अत्र वाक्यं पश्यतु. अत्र वाक्यं कर्मण्यर्थे अस्ति. ग्रामस्य प्रमुखेण भोजनव्यवस्था परिकल्पिता. अत्र कृतान्तरूपम् अस्ति इति कारणतः, अत्र सकर्मकक्तान्तरूपम् अस्ति इति कारणतः अत्र कर्मण्यर्थे वाक्यमस्ति. प्रमुखेण भोजनव्यवस्था परिकल्पिता. अत्र अत्र तस्मिन् दिने वयं जानीमः समापनदिनम्. अत्र समापनदिनम् इति अपि समस्तपदमस्ति. अत्र अहं चिन्तयामि विशेषणपूर्वपदकर्मधारयः. दिनं कीदृशम् इत्युक्ते समापनं दिनम् इति वदामः. अस्तु. भोजनव्यवस्था इत्यपि समस्तपदं. परिकल्पिता, परिकल्पिता इत्युक्ते अत्र किं वदामः? परिकल्पिता इत्युक्ते आङ्ग्लभाषायां वदतु. परिकल्पिता इत्युक्ते अरेञ्ज्ड्. अरेञ्ज्ड्, अरेञ्ज्ड्, अरेञ्ज्ड्. अत्र परिकल्पयति, वयं जानीमः कल्पते, कल्पते इति रूपमपि अस्ति, कल्पयति इति रूपमपि अस्ति, किन्तु अत्र परिकल्पयति, परि उपसर्गपूर्वकः अस्ति इति कृत्वा परिकल्पिता आसीत्. अन्तिमं वाक्यम् अस्मिन् परिच्छेदे. निकटवर्तिभ्यः ग्रामेभ्यः बहवः जनाः तत्र आगताः आसन् इत्युक्ते किम्? प्रमुख ग्रामस्य प्रमुखस्य गृहं बहवः जनाः आगताः तत्र. जनाः आगताः, बहवः जनाः तत्र आगताः. अत्र विशेषणानि आगताः आसन्, अत्र कान्तरूपम् अस्ति. अत्र एकं नूतनं पदमस्ति अस्माकं कृते, निकटवर्तिभ्यः ग्रामेभ्यः. विभक्तिः का, वचनं किं, लिङ्गं किम्? चतुर्थी पञ्चमी बहुवचनम्. अत्र प्रथमाविभक्ति एकवचनं वक्तुं शक्नोति वा कोऽपि? अत्र निकटवर्तिभ्यः ग्रामेभ्यः इति पदद्वयमस्ति, पदद्वयमपि वदतु. निकटवर्तिभिः, निकटवर्तिभिः कोऽपि वदति वा? निकटवर्ति निकटवर्ति अत्र पश्यन्तु, यथा अत्र वंशीसुधा भगिनी उक्तवती, अत्र ग्रामः इति पुंलिङ्गपदं, किन्तु तस्य विशेषणं निकटवर्ती, नकारान्तपदम्. दीर्घ ईकार, ईकारः श्रु ईकार, ईकारः निकटवर्तिन्, निकटवर्तिन् गुणीशब्दवत्. निकटवर्ती ग्रामः, किन्तु अत्र पञ्चमी बहुवचनरूपं दत्तमस्ति, निकटवर्तिभ्यः ग्रामेभ्यः. प्रथमान्तं रूपम् अत्र वर्ती, अत्र वृत्तधातोः रूपमेव वर्ति, वर्तिं. किन्तु यथा भवती उक्तवती, दीर्घ ईकारः श्रूयते, यद्यपि ईकारः श्रूयते किन्तु पदमस्ति नकारान्तपदम् एव. उत्तमम्. इत्युक्ते निकटवर्तिभ्यः ग्रामेभ्यः बहवः जनाः तत्र आगताः आसन्. अधुना सार्ध एकादशवादनम् अभवत्. अत्र स्थगयामः वा अथवा किञ्चित् इतोपि पठामः वा? भवन्तः किं चिन्तयन्ति? अद्य भगिनी मम अन्यकार्य अस्ति. अस्तु, अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा अस्यां कथायाम् इतोपि किम् अस्ति तस्मिन् विषये किञ्चित् पठामः, पठिष्यामः. किन्तु कथा तु उत्तमा कथा, सर्वे एकवारं पठन्तु. कथा तु उत्तमा कथा. अस्मिन् अस्यां कथायां श्लोकद्वयम् अस्ति. श्लोकद्वयम् इत्युक्ते युक्ताहारविहारस्य एकः श्लोकः, युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः. उत्तमः श्लोकः, सर्वे पठन्तु. भगवद्गीतायां सः श्लोकः अस्ति, उत्तमः श्लोकः. अपि च अन्यः श्लोकः अपि अस्ति. भगवद्गीता भगिनी किं क्रम, श्लोकस्य संख्या वा? संख्या भगिनि, अध्यायस्य नाम, श्लोकसंख्या तत्र द्रष्टव्यं, दृष्ट्वा वदामि भगिनि, न लिखितवती. अपि च अत्र अन्यः श्लोकः अपि अस्ति अस्मिन् अस्यां कथायां. सः कः इत्युक्ते, अत्र अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधं. भोजनात् पूर्वं एतत् श्लोकद्वयं साधारणतया जनाः पठन्ति. किमर्थं श्लोकद्वयं पठनीयम्? अत्र तेषां तत्र तस्य प्राधान्यता का? किमर्थम् एतत् श्लोकद्वयं पठनीयम् इति अस्माभिः ज्ञातव्यं कथाद्वारा. उत्तमः श्लोकः अस्ति. अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा तस्मिन् विषये चिन्तनं कुर्मः. सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. नमस्कारः. धन्यवादः भगिनि. नमस्कारः.